गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासः इति प्रकृतविषयः तत्र अनुपसंहारी इति प्रभेदः अस्ति मूलग्रन्थकारेण अत्र सव्यभिचारः इति हेत्वाभासस्य एकविधः सव्यभिचारः त्रिधा विभक्तः भवति साधारणः असाधारणः अपि च अनुपसंहारी इति तत्र अनुपसंहारी नाम किम् इति चेत् अन्वयव्यतिरेकदृष्टान्तरहितः अनुपसंहारी इति उक्तं तदेव लक्षणम् अन्वयव्यतिरेकदृष्टान्तरहितः अनुपसंहारी इति अनुपसंहारी इति हेतोः विशेषणमस्ति उदाहरणमासीत् यथा सर्वम् अनित्यं प्रमेयत्वात् इत्यत्र सर्वम् इति पक्षः तर्हि जगति यानि वस्तूनि सन्ति तानि सर्वाणि सर्वम् इत्यस्मिन् अन्तर्भूतः भवति इति कृत्वा यत्र प्रमेयत्वं तत्र अनित्यत्वं यथा इति पक्षं विहाय अन्यत् किमपि स्थलं न द्रष्टुं न दर्शयितुं शक्नुमः इति क्लेशः किमर्थं पक्षं न वक्तुं शक्यते इति चेत् पक्षः साध्यसन्दिग्धवान् भवेत् यत् पक्षत्वेन स्वीकुर्मः तत्र साध्यम् अस्ति वा न वा इति सन्देहः अस्ति इति कृत्वा पक्षः उदाहरणत्वेन न वक्तुं शक्यते तर्हि सर्वम् अनित्यं प्रमेयत्वात् इति अनुमानवाक्ये लोके यानि वस्तूनि सन्ति तानि सर्वाणि सर्वम् इत्यस्मिन् शब्दे अन्तर्भूतं सर्वम् इति शब्देन उक्तम् इति कृत्वा पक्षम् अपेक्षया अतिरिक्तपदार्थः लोके किमपि नास्ति यत् सर्वम् इत्यस्मिन् अन्तर्भूतं नास्ति इति कृत्वा यत्र प्रमेयत्वं प्रमेयत्वम् इति हेतुः अनित्यत्वम् इति साध्यं यत्र प्रमेयत्वं तत्र अनित्यत्वं यथा इति न वक्तुं शक्यते इति क्लेशः अपि च यत्र अनित्यत्व अभावः तत्र प्रमेयत्व अभावः इति अपि न वक्तुं शक्यते वस्तुतः अत्र प्रमेयत्व अभावः इति अप्रसिद्धः अस्ति यदि केवलं चिन्तनार्थं प्रमेयत्व अभावः इति स्वीकुर्मः तादृश उदाहरणमपि न द्रष्टुं शक्यते सर्वं सर्वम् इति शब्दे अन्तर्भूतमस्ति इति कृत्वा अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तः नास्ति व्यतिरेकदृष्टान्तः अपि नास्ति अन्वयदृष्टान्तः अपि नास्ति इति उक्तम् तर्हि तत्र कस्मिन् अंशे प्रश्नः भवति इति चेत् इत्युक्ते अनुमानस्तरे अन्ततो गत्वा अनुमानस्य एव बाधः भवेत् किन्तु साक्षात् अनुमानं न जायते वा नो चेत् परामर्शः न जायते इति कृत्वा अनुमानं न जायते वा इति चेत् किमर्थं परामर्शः न जायते तत्र पक्षधर्मता न लभ्यते नो चेत् व्याप्तिः न लभ्यते तदर्थं परामर्शः नाय जायते तदर्थम् अनुमानमपि न जायते इति वक्तव्यं वा इति परिशीलने तत्र व्याप्तिः न जायते इति आगतं यथा इति दृष्टान्तरहितत्वात् यथा इति दृष्टान्तः न वक्तुं शक्यते इति कृत्वा व्याप्तिः व्याप्तिज्ञानं न जायते तर्हि ज्ञानं न उत्पद्यते इत्येतावता कस्य केन प्रतिबन्धः अन्येषु हेत्वाभासेषु परामर्श अनुमित्योः कश्चित् अंशः अस्माभिः स्वीक्रियते 282 पेज् मध्ये द्वितीयपरिच्छेदः अस्ति यदंशे तज्ज्ञानं भवति भ्रमः तत्र च भवति तत्तद्धेत्वाभासज्ञानं प्रतिबन्धकम्। इह तु व्याप्तिज्ञानं न उत्पद्यते, न तावता कस्यचित् प्रतिबन्धः इति उक्तम्। तावत् पठितं वा अग्रिमपरिच्छेदमपि पठितं वा, कोऽपि स्मारयति वा? तावदेव पठितम् इति तावदेव पठति, यथा हि कश्चित् सुप्तपुरुषः इति आरम्भणीयं खलु? आम् आम् सत्यम्। अस्तु तर्हि एतावता किम् अस्माभिः अवगतम् इति चेत् तत्र व्याप्तिज्ञानं न जायते इति कृत्वा परामर्शः न जायते, परामर्शः न जायते इति कृत्वा अनुमानं जायते, किन्तु प्रतिबन्धकत्वं कथञ्चित् वक्तव्यमस्ति। अस्तु तस्मिन् विषये अग्रे किञ्चित् दत्तमस्ति, पश्येम। मेहुल् महोदय आरब्धुमिच्छति वा यथा हि इति? आम् आम् महोदय अस्तु। यथा हि कश्चित् सुप्तः पुरुषः न अन्वयव्याप्तिम् अवगच्छति, व्यतिरिकव्याप्तिं चापि न अवगच्छति, तावता तत्पुरुषं प्रति अयं हेत्वाभासः इति न व्यवहर्तुं शक्यम्। कुतः परामर्शानुमित्योः प्रतिबन्धाभावात्। तद्वदेव अस्मिन् स्थले दृष्टान्ताभावेन उभयविधस्यापि व्याप्तिज्ञानस्य अनुत्पत्तौ अपि परामर्शानुमित्योः प्रतिबन्धाभावात् हेत्वाभासवर्णनं न सम्भवति। तर्हि अत्र अत्र अनुपसंहारे इति हेत्वाभास प्रसङ्गे का स्थितिः इति दर्शयित्वा अत्र सुप्तः पुरुषः इति इत्यस्य उदाहरणं दत्तमस्ति। कश्चित् सुप्तः पुरुषः अस्ति, सः निद्रां करोति, तर्हि तेन अन्वयव्याप्तिमपि न अवगच्छते, व्यतिरिकव्याप्तिमपि न अवगच्छति, तर्हि तत् पुरुषं प्रति अयं हेत्वाभासः इति कथं व्यवहारं कर्तुं शक्नुमः, न कर्तुं शक्नुमः? किमर्थम् इत्युक्ते तत्र परामर्शः अपि च अनुमितिः द्वयोः अपि प्रतिबन्ध अभावात् इति, प्रतिबन्धः एव तयोः प्रतिबन्धः न भवितुम् अर्हति। किमर्थम् इत्युक्ते तत्र अन्वयव्याप्तिः सः न अवगच्छति, व्यतिरिकव्याप्ति अपि सः न अवगच्छति, अतः एव तथैव न अवगच्छति इत्युक्ते किम्? न अवगच्छति इत्युक्ते न वक्तुं शक्नुमः, अपि च सः चेतना न, हा चैतन्य, सः किमपि न ज्ञातुं शक्नुमः, किमर्थम् इत्युक्ते सः सुप्तः अस्ति अतः, इत्युक्ते न जायत्येव इति वक्तव्यं, न उत्पद्यते, न उत्पद्यते, सत्यं, न अवगच्छति इत्युक्ते यदि अहं किमपि वदामि तद् भवान् शृणोति, किन्तु श्रुत्वा न अवगच्छति इति नास्ति। सत्यं सत्यं, न उत्पद्यते एव, सत्यं, सः सुप्तः अतः। अस्तु अतः अग्रे, अतः तथैव अस्मिन् स्थले इत्युक्ते अत्र अनुपसंहारी हेत्वाभासस्थले दृष्टान्ताभावेन इत्युक्ते अत्र अन्वयव्याप्तिः विषये अपि दृष्टान्तः न लभ्यते, व्यतिरिकव्याप्तिः विषये व्याप्तिं विषये अपि दृष्टान्तः न लभ्यते, यथा अत्र उदाहरणं न वक्तुं शक्नुमः, अतः उभयविधस्यापि व्याप्तिज्ञानस्य अनुत्पत्तौ इति, अतः एव अत्र दृष्टान्त न लभ्यते, अतः एव अन्वयव्याप्तिः अपि न उत्पद्यते, व्यतिरिकव्याप्तिः अपि न उत्पद्यते, अतः परामर्शानुमित्योः प्रतिबन्धाभावात्। यदि व्याप्तिज्ञानं न उत्पद्यते तदा परामर्शः न अपि न जायते, अनुमितिः अपि न जायते, तर्हि प्रतिबन्धकज्ञानमपि न जायते, अतः हेत्वाभासवर्णनं न सम्भवति एतस्मिन् हेत्वाभासविषये इति आगच्छति। हा तर्हि अत्र कः क्लेशः इति चेत्, हेत्वाभासवर्णनं न सम्भवति इत्युक्ते किम्? हेत्वाभासवर्णनं न सम्भवति इत्युक्ते अनुपसंहारी इति हेत्वाभासः, हेत्वाभासः इति न वक्तुं शक्यते। हा तदेव, इति अनुपसंहारी इति हेत्वाभासः कथं वदेम यदा हेत्वाभासस्य वर्णनमेव न सम्भवति, तदा अनुपसंहारी इति हेत्वाभासः कथं भवति इति क्लेशः। सत्यं, किन्तु तादृशं मूलग्रन्थकारेण लिखितमस्ति, अपि च सव्यभिचारस्य एकः प्रभेदः इति अपि तेन लिखितम्। आम् सत्यं, किन्तु हेत्वाभासः कल्पनीयः वक्तव्यः चेत् तत्र भ्रमज्ञानं किम् इति उक्त्वा प्रमाज्ञानं किम् इति उक्त्वा तर्हि तत्र प्रतिबन्धकत्वं निरूपणीयं खलु सत्यं प्रतिबन्धकत्वं निरूप्य अत्र केन ज्ञानेन केन विषयेन प्रतिबन्धकत्वं जायते इति निरूप्य तद्वत्त्वं यस्मिन् ज्ञाने अस्ति तदेव मुद्रा भवति तादृशमुद्रा यस्मिन् ज्ञाने अस्ति तदेव दोषः भवति तादृशदोषः नो चेत् दोषेन सह यद् वर्तमानमस्ति तदेव दुष्टः इति तादृशं कल्पनीयं खलु सर्वत्र तर्हि अत्र हेत्वाभासवर्णनमेव न सम्भवति इति चेत् अनुपसंहारी इति कथं वा हेत्वाभासस्य एकविधः इति प्रश्नः उदेति बुद्धं खलु आम् आम् सत्यम् इति प्रश्नः उदेति किन्तु तादृशं तर्कसङ्ग्रहकारेण उक्तम् अस्तु तदर्थम् इदानीं विद्याधरीग्रन्थकारः किं करोति इत्युक्ते अनुपसंहारी इति हेत्वाभासस्य एकविधः एव हेत्वाभासवर्णनं कर्तुं शक्यते इति प्रतिपादनीयं न प्रतिपादितं चेत् हेत्वाभासः एव नास्ति तर्हि अनुपसंहारी इति त्यक्तव्यं भवति सत्यं तर्हि तदर्थम् अग्रे प्रयासः करोति विद्याधरीग्रन्थकारः अस्तु अग्रे भवान् एव पठतु महोदय आम् आम् सत्यम् अस्तु हेत्वाभासलक्षणं तावत् यद्विषयकत्वेन ज्ञानस्य अनुमितिपरामर्शान्यन्तरविरोधित्वं तत्त्वम् इति कृतम् अस्तु अत्र हेत्वाभासस्य लक्षणम् अस्ति यद्विषयकत्वेन ज्ञानस्य अनुमितिपरामर्शान्यतर अन्यतरविरोधित्वं तत्त्वम् इति एव कृतम् अत्र ज्ञानस्य यः विषयः अस्ति तेन अनुमिति अपि च परामर्शः अन्यतरविरोधित्वं तत्त्वं ज्ञानस्य यः विषयः अस्ति तेन या अनुमिति अपि च परामर्शः जायते तस्य तयोः विरोधिः यः अस्ति तदेव हेत्वाभासः तत् विरोधित्वम् इति हेत्वाभासत्वम् इति हेत्वाभासस्य लक्षणः कृतम् यद्विषयकत्वेन ज्ञानस्य अनुमितिपरामर्श अन्यतरविरोधित्वं तत्त्वम् इति उक्तं तर्हि क्रमेण पश्येम प्रथमं यद्विषयकत्वेन तत्र किमुक्तं भवता यद्विषयकत्वेन ज्ञानस्य यः विषयः अस्ति तस्य विषयकः यदस्ति इति नास्ति महोदय विपरीतरीत्या वक्तव्यम् इत्युक्ते कश्चन विषयः अस्ति कश्चन विषयः अस्ति तादृशविषयः यदि एकस्य ज्ञानस्य विषयः भवति इत्युक्ते पुरे यदि घटः अस्ति इति चिन्तयतु सत्यम् अस्तु अस्तु तादृशघटः यस्य ज्ञानस्य विषयः भवति इति वक्तव्यम् ज्ञानस्य विषयः यः इति नास्ति एकः विषयः अस्ति तर्हि अन्यत् ज्ञानमस्ति यस्य विषयः एषः विषयः भवति यस्य एषः विषयः भवति सत्यं एषः विषयः भवति तर्हि तादृश यत्पदं किम् इति चेत् तदेव दोषः इत्युक्ते प्रतिबन्धकः अस्ति खलु प्रतिबन्धकः अस्ति अत्र एतादृशमेव सर्वत्र अस्माभिः दृष्टं प्रतिबद्धज्ञानम् उदाहरणं स्वीकुर्मः इत्युक्ते बाधः इति बह्निः अनुष्टत्ववान् द्रव्यत्वात् इति उदाहरणम् आसीत् बह्निः अनुष्टत्ववान् द्रव्यत्वात् तत्र कः विषयः एतादृश अनुमितेः बाधकः भवति एतादृशविषय किं किं कः विषयः कः विषयः इत्युक्ते अनुमानवाक्यमस्ति वह्निः अनुष्णत्ववान् द्रव्यत्वात् इति. एतादृश अनुमितिः अनुमितेः विरोधीकः विषयः उष्णत्वम् इति वा उष्णत्ववत् वह्निः खलु. हा हा हा अस्तु हा उष्ण उष्णत्ववत् उष्णत्वम् इति नास्ति सत्यं वह्निः उष्णत्ववत् वह्निः इति विषयः. हा सत्यम् उष्णत्ववत् वह्निः इति केन प्रमाणेन ज्ञातम्? उष्णत्ववत् वह्निः प्रत्यक्षप्रमाणेन ज्ञातम्. हा स्पर्शप्रमाणेन खलु. स्पर्शप्रमाणेन स्पार्शज्ञानं जातम्. तर्हि उष्णत्ववत् वह्निः इति ज्ञानं यस्मिन् अस्ति, यदि अहम् अग्नेः स्पर्शनं करोमि तदा तत्र वह्नौ उष्णत्वम् अस्ति इति मया अनुभूयते, तेन प्रत्यक्षज्ञानं मयि अस्ति. उष्णत्ववत् इत्युक्ते उष्णत्ववान् वह्निः इति ज्ञानम्. उष्णत्ववान् वह्निः, वह्निः उष्णत्ववान् इति ज्ञानं मयि अस्ति. तर्हि तत्र ज्ञानमिति त्यजामः. उष्णत्ववत् इत्युक्ते उष्णत्ववत् वह्निः इति किमर्थं मया उक्तम्? एके समस्तपदं कृतं मया, वह्निः उष्णत्ववान् इत्यत्र उष्णत्ववत् वह्निः इति कृतम्. तर्हि उष्णत्ववत् वह्निः इति विषयः, उष्णत्ववत् वह्निः इति विषयः यदि कस्यचित् ज्ञानस्य विषयः भवति, तादृशज्ञानं प्रतिबन्धकज्ञानं भवति. हा तदेव प्रतिबन्धकज्ञानं भवति. प्रतिबन्धकः कः? सः इति चेत् उष्णत्ववद्वह्निः. सत्यं प्रतिबन्धकज्ञानम् इति चेत् प्रतिबन्धकस्य ज्ञानं. प्रतिबन्धकज्ञानम् इति वदेम खलु, प्रतिबन्धकज्ञानम् इति षष्ठी तत्पुरुषसमासः. प्रतिबन्धकस्य ज्ञानम्, अत्र प्रतिबन्धकः कः इति चेत् उष्णत्ववत् वह्निः. केवलं वह्निः नास्ति, उष्णत्ववत् वह्निः इति. सत्यम्. उष्णत्ववत् वह्निः इति विशिष्टवस्तु एव प्रतिबन्धकः अस्ति. तादृशप्रतिबन्धकः यस्मिन् ज्ञाने अस्ति तत् प्रतिबन्धकज्ञानं भवति. अतः यद्विषयकत्वेन इत्युक्ते यद् इति पदेन उष्णत्ववत् वह्निः स्वीकरणीयः. तादृशवह्निः उष्णत्ववत् वह्निः यस्मिन् ज्ञाने विषयः अस्ति तत् प्रतिबन्धकज्ञानं भवति. आम् सत्यम्. अस्तु, यद्विषयकत्वेन ज्ञानस्य अनुमितिपरामर्श अन्यतरविरोधित्वम् इत्यस्य अर्थः कः? अनुमितिपरामर्श अन्यतरविरोधित्वम् अन्यतर इति पदस्य अर्थः कः? अन्यतर इत्युक्ते विरोधि विरोधिः इति एव खलु. अन्यतर इत्युक्ते उदाहरणं वदामि, इदानीं यदहं वदामि तद् लिखतु इति अहं वदामि इति चिन्तयतु. तर्हि केन लेखनीयम् इति भवान् पृच्छति. भवतः कृते किमस्ति इति वद इति अहं पृच्छामि. तर्हि भवान् वदति पेन् पेन्सिल् इति वदति. तर्हि अहं वदामि, तर्हि पेन् उपयुज्य लेखनीयं वा, पेन्सिल् उपयुज्य लेखनीयं वा इति भवान् पृच्छति चेत् अन्यतरं स्वीकरोतु. अनदर् आल्टर्नेट्. हा इत्युक्ते यु केन् चूस् विच् अवर्. हा सत्यम्. सो यद्विषयकत्वेन ज्ञानस्य अनुमितिपरामर्श अन्यतर इत्यस्य अर्थः कः? अनुमितेः वा परामर्शस्य वा विरोधित्वम् इति. विरोधित्वं विरोधिः तद्वत् तत्त्वं. सत्यम्. तर्हि उष्णत्ववत् वह्निः इति प्रतिबन्धकः, तादृशवह्निः यस्मिन् ज्ञाने अस्ति तत् प्रतिबन्धकज्ञानं भवति. तत् प्रतिबन्धकज्ञानं प्रमात्मकमस्ति इति कृत्वा तद्विरोधिः भवति तस्य इति चेत् अनुमितेः विरोधिः भवति, नो चेत् परामर्शस्य विरोधिः भवति. सत्यं खलु. आम् आम् सत्यं। तर्हि विरोधिः, तर्हि विरोधित्वं कुत्र अस्ति? तस्मिन् ज्ञाने अस्ति, तस्मिन् ज्ञाने, प्रतिबन्धकज्ञाने। हा तत्त्वम् इत्युक्ते तादृशज्ञानस्य मत्त्वं यस्मिन् अस्ति तद् हेत्वाभासः भवति, तदा एव दुष्टत्वं कल्पयामः, तदेव अर्थः अत्र। यद्विषयकत्वेन ज्ञानस्य अनुमितिपरामर्श्य अन्यतर विरोधित्वं तत्त्वम् इति कृतम्। अवगच्छामः। अस्तु, बहु समीचीनं। तर्हि इदानीम् अग्रे वदतु। तत्र तत्र च कश्चन पदार्थः गृहीतव्यः तद्विषयकेन निश्चयेन अनुमितेः परामर्शस्य वा प्रतिबन्धः सम्पादनीयः। तदेव अत्र उक्तं खलु, तत्र कश्चन पदार्थः गृहीतव्यः इत्युक्ते इदानीं कः पदार्थः गृहीतः? उदाहरणे उष्णत्ववत् वह्निः इति पदार्थः गृहीतः तद्विषयकेन ज्ञानेन, इत्युक्ते यस्मिन् ज्ञाने उष्णत्ववत् वह्निः इति विषयः अस्ति, तादृशज्ञानेन अनुमितेः अथवा परामर्शस्य प्रतिबन्धः। तत्र निश्चयेन इति अपि उक्तं खलु, प्रमायुक्तज्ञानेन, प्रमात्मकज्ञानेन, प्रतिबन्धकज्ञानेन, प्रतिबन्धकज्ञानेन निश्चयेन इति उक्तम्, इत्युक्ते तत्र निश्चयः भवेत्, सत्यं भ्रमात्मकं न भवेत्, न निश्चयत्वं भवेत्, अत्र प्रमात्वम् इति न उक्तं वस्तुतः, तदपि इत्युक्ते प्रतिबन्धकत्वं भ्रमज्ञानमस्ति चेदपि प्रतिबन्धकत्वं तस्मिन् भवति, किन्तु प्रतिबद्धज्ञानं सर्वदा भ्रमात्मकं भवेत् इति कृत्वा प्रतिबन्धकज्ञानं तस्य विरोधिः इति कृत्वा प्रमात्मकं भवति, किन्तु प्रमात्मकं भवेत् इति वस्तुतः प्रतिबन्धकार्थं न आवश्यकम्। ओ अस्तु, तदेव पूर्वम् अस्माभिः दृष्टम् आरम्भे यदा हेत्वाभासः पठितः तत्र किमुक्तं स्मारयामि, भ्रमप्रमयोः, अत्र पेज् नम्बर् 223 इत्यत्र प्रमायाः इव भ्रमस्यापि प्रतिबन्धकत्वम् इति उक्तम्, भ्रमात्मकज्ञानम् अपि प्रतिबन्धकं भवति। आम् आम् सत्यं, 223 पेज् मध्ये प्रमायाः इव भ्रमस्यापि प्रतिबन्धकत्वं, भ्रमस्यापि प्रतिबन्धकत्वम् अस्ति सत्यं, किन्तु हेत्वाभासस्थले प्रतिबद्धज्ञानं सर्वदा भ्रमात्मकं भवेत् सत्यम् इत्यतः प्रतिबन्धकज्ञानं प्रमात्मकम् एव भवति इति अपि निश्चितम्। आम् सर्वदा प्रमारूपम् एव भवेत् इति भवेत्, किन्तु लक्षणे तद् न योजितम्, इत्युक्ते निश्चयात्मकं भवेत्, इत्युक्ते सन्देहः अस्ति चेत् उष्णत्ववत् वह्निः इति ज्ञाने सन्देहः, निश्चयात्मकं नास्ति चेत् तादृशज्ञानम्, इत्युक्ते मया स्पर्शः न कृतः परन्तु वह्नेः कोऽपि वदति स च सः आप्तः अपि नास्ति इति चिन्तयतु, एवमेव कोऽपि केनापि उक्तम् उष्णत्ववत् वह्निः इति, तर्हि भवान् कथं ज्ञातवान् इति चेत् भवता स्पृष्टं किम् इति चेत् न मया न स्पृष्टं, केनापि उक्तं तद् मया स्वीकृतम् इति चेत् तत्र निश्चयात्मकं नास्ति, केवलम् एवमेव इत्युक्ते तत्र सन्देहः वर्तते, किन्तु निश्चयात्मकं भवेत्। अस्तु, तर्हि अनुष्णत्व उष्णत्ववत् वह्निः इति विषयकेन निश्चयेन अनुमितेः अथवा परामर्शस्य प्रतिबन्धः सम्पादनीयः, ततः मुद्रादि अनन्तरं मुद्रादिपदार्थान् वर्णयित्वा खलु अस्माभिः तत्र तत्र हेतौ लक्षणसमन्वयः कार्यः तर्हि करणीयम्। अग्रे अग्रिमं सोपानमस्ति मुद्रा कः, का मुद्रा, कया मुद्रया सह हेतौ लक्षणसमन्वयः करणीयम् इति अग्रिमं सोपानं। प्रकृते इत्युक्ते अस्मिन् उदाहरणे न किञ्चित् विरोधिज्ञानं ब्रूमः येन तयोः प्रतिबन्धो भवेत्। अत्र अस्मिन् उदाहरणे अत्र अनुपसंहारिणी इत्यस्मिन् उदाहरणे इत्यस्मिन् विषये किञ्चित् विरोधिज्ञानं ब्रूमः न, अत्र प्रतिबन्धकज्ञानं न उक्तः, येन तयोः प्रतिबन्धो भवेत्। तयोः इत्युक्ते अत्र परामर्शस्य अथवा अनुमितेः प्रतिबन्धः न भवति, किमर्थमित्युक्ते विरोधिज्ञानमेव न उक्तम्। विरोधिज्ञानं न उत्पद्यते एव, न उत्पद्यते एव, हा सत्यं, विरोधिज्ञानं न उत्पद्यते। किमर्थं न उत्पद्यते? पक्षं विना दृष्टान्तः एव न लभ्यते, दृष्टान्ताभावः, ज्ञानाभाव एव तत्र वक्तुं शक्यः। सत्यम्, एतादृशक्लेशः प्रकृते अस्ति इति साधारणादिनिरूपणे नायमस्माभिः निरूपितः, न अयम् अस्माभिः निरूपितः। एतादृशक्लेशः अनुपसंहारिणी इति विषये इति प्रसङ्गे अस्ति इति साधारणादिनिरूपणे अस्माभिः न निरूपितः। इत्युक्ते साधारणादिनिरूपणे इत्युक्ते अत्र मुद्रा का, हा तादृश न निरूपितः इत्युक्ते तदेव साधारणत्वं खलु। तदभाववत्ता नित्य तदभाववत् तदभाववत्ता निश्चयमुद्रया, नो चेत् तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकः भवति इति वक्तव्यम्। अत्र ज्ञानमेव न उत्पादितम् इति कृत्वा, प्रतिबन्धकज्ञानमेव न उत्पादितम् इति कृत्वा कथं वा तत्र मुद्रा अस्ति इति, ज्ञान अभावः एव अस्ति इति कृत्वा न अयम् अस्माभिः निरूपितः इति उक्तम्। अस्तु, धन्यवादः महोदय। अग्रे सत्यभामा भगिनी पठति वा? आं महोदय। अमुं क्लेशं क्लेशम् अभिसन्धाय अमुं क्लेशम् अभिसन्धाय नवीनैः अनुपसंहारी एव परिवर्तितः, तदा हि तेषां मते यद् केवलान्वयी साध्यं तादृशं यत्किञ्चित् स्थलं वक्तव्यम्। निदर्शनाय खडः अभिधेयत्ववान् पृथ्वीत्वात् इति स्वीकुर्मः, अत्र च साध्याभावः दर्शितरीत्या अप्रसिद्धः, एवं सति किञ्चित् वादी यदि कश्चित् वादी यदि व्यतिरेकव्याप्तिं बोधयितुं व्यतिरेकदृष्टान्तं ब्रूयात्, तर्हि अत्र प्रतिबन्धक वक्तुं शक्यः, प्रतिबद्ध प्रतिबन्धकभावः वक्तुं शक्यः, प्रतिबन्धकभावः वक्तुं शक्यः। इदानीम् अनुपसंहारी इत्यस्य लक्षणं परिवर्तितमस्ति वा? पङ्क्तिशः पुनः एकवारं पठित्वा वदतु यावत् अवगच्छति। अमुं क्लेशम् अभिसन्धाय नवीनैः अनुपसंहारी एव परिवर्तितः, नवीननैयायिकैः पूर्वं यदुक्तं, यदि अत्र परामर्शः अपि च अनुमिति तयो द्वयमपि न प्रतिबन्धकज्ञाने नास्ति चेत् अत्र हेतोः आभासं न कल्पयितुं शक्यते इति। न न, पूर्वं तद् न उक्तं, पूर्वमित्युक्ते प्राचीनैः इति अर्थम्, इति अर्थः इत्युक्ते पूर्वस्मिन् परिच्छेदे इति नास्ति। प्राचीनाः तर्कसङ्ग्रहे कथम् उक्तम् अनुपसंहारी इत्युक्ते किम्? अन्ये व्यतिरेकदृष्टान्तः यत्र नास्ति तादृशः अनुपसंहारी इति प्राचीनैः उक्तं खलु? आम्, तस्याः उक्तेः परिवर्तनं कृतं नवीनैः। ओके, इत्युक्ते तर्हि नवीनाः किं वदन्ति इति चेत् अन्वयव्यतिरेकदृष्टान्तरहितः अल्पसंहारी इति ते न वदन्ति. तर्हि अल्पसंहारी नाम किम् इति चेत् अग्रे पठतु. तथा हि तेषां मते यत् केवलान्वयी साध्यं तादृशं यत् कश्चित् यत्किञ्चित् स्थलं वक्तव्यं केवलान्वयी नाम किम् यत्र अन्यव्याप्तिः एव द्रष्टुं शक्यते तादृशः घटः अभिधेयः प्रमेयत्वात् उत्तमं बहु उत्तमं साध्यं तादृशं यत्किञ्चित् स्वीकर्तव्यं स्थलं स्वीकर्तव्यं तर्हि तादृश केवलान्वयस्थलं स्वीकुर्वन्ति. अस्तु अग्रे घटः अभिधेयत्वान् पृथ्वीत्वाद् इति स्वीकुर्मः अत्र अग्रे गमनात् पूर्वं किञ्चित् चिन्तयतु. घटः अभिधेयत्ववान् पृथिवीत्वात् इति अनुवादवाक्ये पक्षः कः पक्षः खडः पक्षः अभिधेयत्वं साध्यं पृथ्वीत्वम् इति हेतुः. उत्तमं तर्हि पक्षधर्मता अस्ति वा प्रथमं तत् परिशीलयतु. पृथ्वीत्वं खडे अस्ति एव खड तर्हि पक्षधर्मता अस्ति अस्ति व्याप्तिः अस्ति वा इति परिशीलयतु. पृथ्वीत्वं अभिधेयत्वे पृथ्वीत्वं साध्यं पक्षे हेतु हेतौ साध्यं वदतु यत्र यत्र पृथ्वीत्वं तत्र तत्र अभिधेयत्वं तदस्ति यथा कुत्र अस्ति इति परिशीलय. यथा अन्यत्र वक्तव्यं खलु यदा पठे अस्ति यथा पटः यत्र पृथिवीत्वं तत्र अभिधेयत्वं यथा पटः यथा पटः वस्तुतः यत्र यत्र इति अपि न वक्तव्यम् एकमेव स्थलं प्रदर्शयामश्चेत् पर्याप्तं. यत्र यत्र पृथिवीत्वं तत्र अभिधेयत्वं यथा पटः इति अन्वयसहचारः उक्तः. अस्तु इदानीं व्यतिरेकं वदतु. यत्र यत्र अभिधेयत्व अभावः तत्र तत्र पृथ्वीत्व अभावः इति वक्तव्यं किन्तु अभिधेयत्व अभावः इति अप्रसिद्धः खलु. उत्तमं बहु उत्तमं तर्हि अभिधेयत्व अभावः यत्र अभिधेयत्व अभावः तत्र पृथ्वीत्व अभावः यथा इति वक्तव्यम् किन्तु अभिधेयत्व अभावः इति पदार्थः एव नास्ति सर्वम् अभिधेयत्वात् इति अप्रसिद्धः अस्ति. अभिधेयत्व अभावः इति अप्रसिद्धः अस्ति. अस्तु अग्रे इदानीं वदतु. अत्र च साध्याभावः अभिधेयत्व अभावः दर्शितरीत्या अप्रसिद्धः एवं सति लेवेन् पेज् मध्ये पूर्वमेव उक्तम् अस्माभिः दृष्टमपि वयं पठितवन्तः एतत्. अस्तु अग्रे एवं सति एवं सति कश्चित् वादी यदि व्यतिरेकव्याप्तिं बोधयितुं व्यतिरेकदृष्टान्तं ब्रूयात् तर्हि अत्र प्रतिबद्धप्रतिबन्धकभावः वक्तुं शक्यः. यदि व्यतिरेकव्याप्ति बोधयति तर्हि अत्र उदाहरणमपि वक्तव्यं खलु तत्र यदि तादृशं तर्हि भवती भवती एव वादी इति चिन्तयतु. कश्चित् वादी भवती एव इति चिन्तयतु. तर्हि किं वदति अत्र व्यतिरेकव्याप्तिं वदतु. इदानीं यत्र यत्र यत्र यत्र अभिधेयत्व अभावः तत्र तत्र पृथ्वीत्व अभावः यदा जलम् इति अहं वदामि चेत् यदा जलम् इत्युक्ते जले पृथ्वीत्व अभावः अस्ति खलु. आम् अस्ति किन्तु अभिधेयत्व अभावः नास्ति नास्ति तथापि भवती वदति दोषेण वदति. यत्र अभिधेयत्व अभावः तत्र पृथ्वीत्व अभावः यथा जलम् इति वदति चेत् तर्हि इदानीं अत्र यद् भवत्या उक्तं तत्र दोषः अस्ति खलु. अभिधेयत्वाभावः इति भवती उक्तवती अप्रसिद्धवस्तु उक्तवती. तर्हि इदानीं तद् वाक्यं दोषपूर्णमस्ति इति कृत्वा भ्रमात्मकमस्ति तद् ज्ञानम्। भ्रमात्मकमस्ति, भ्रमात्मकमस्ति चेत् तस्मिन् ज्ञाने प्रतिबद्धत्वम् आगतम्। तस्य प्रतिबन्धकज्ञानं किं भवति अत्र? प्रमात्मकं भवति इति कृत्वा तदेव अत्र उक्तम्। एवं सति कश्चित् वादी यदि व्यतिरेकव्याप्तिं बोधयितुं व्यतिरेकदृष्टान्तं ब्रूयात्, यथा भवती इदानीम् उक्तवती यत्र अभिधेयत्वाभावः तत्र पृथ्वीत्वाभावः यथा जलम् इति ब्रूयात्, तर्हि अत्र प्रतिबद्ध प्रतिबन्धकभावः वक्तुं शक्यः। कथम् इति पश्येम, कथं वक्तव्यम् इति। अग्रे पठतु। साध्याभावव्यापकाभावप्रतियोगित्वं खलु व्यतिरेकव्याप्तिः? अत्र साध्याभावः प्रविष्टः। तत्र दर्शितरीत्या यथा अभावांशे प्रतियोगितासम्बन्धेन साध्यं विशेषणं तुल्यवित् वित्तिबोध्यतया वेद्यतया तुल्यवित्तिवेद्यतया साध्ये अपि अभावः अनियोगितासम्बन्धेन विशेषणम्। साध्ये अपि अभावः अनियोगितासम्बन्धेन विशेषणम् इति। साध्याभावव्यापकाभावप्रतियोगित्वं कुत्र? व्यतिरेकव्याप्ति, ओके। अत्र साध्याभावः, अत्र किञ्चित् वदतु, साध्याभावव्यापकाभावप्रतियोगित्वं खलु व्यतिरेकव्याप्तिः इत्युक्ते किम्? व्यतिरेकव्याप्तेः लक्षणम् उक्तं वा? साध्याभावः अस्तु, तर्हि एतावत्पर्यन्तं त्रीणि लक्षणानि अस्माभिः अधीतानि, व्याप्तेः लक्षणानि त्रीणि अधीतानि। तत्र सामान्यलक्षणं किं, पूर्वपक्षीलक्षणं किम्? साध्य अभाववत् वृत्तित्वम् इति सामान्यलक्षणं। पुनः वदतु। साध्य अभाववत् अवृत्तित्वम् इति हेतोः लक्षणं। साध्य अभाववत् अवृत्तित्वम् इति सामान्यलक्षणं, किन्तु एतद् लक्षणं कुत्र न सङ्गच्छते, कुत्र न कार्यं करोति? एतत् व्यतिरेकदृष्टान्तस्थले नास्ति। साध्य अभावत् अवृत्तित्वम् इति सामान्यलक्षणं केवलान्वयस्थले, उत्तमं, केवलान्वयस्थले न कार्यं करोति खलु? किमर्थमित्युक्ते साध्य अभाववत् अवृत्तित्वम् इति उक्तं, तर्हि साध्यस्य अभावः केवलान्वयस्थले न भवत्येव, अतः तत्र व्याप्तेः लक्षणं किम्? साध्यसामानाधिकरण्य अस्तु, कोऽपि स्मारयतु। हेत्वधिकरणनिष्ठ अथवा हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामान्यधिकरण, उत्तमम्। इति सिद्धान्तिलक्षणं, सिद्धान्तलक्षणं, सिद्धान्तलक्षणं तु सर्वत्र प्रवर्तते, किन्तु अन्वय केवलान्वयस्थले अपि प्रवर्तते इति कृत्वा तत्र हेत्वधिकरणनिष्ठ अत्यन्ताभाव अप्रतियोगित्वसाध्य अप्रतियोगी साध्यसामानादिकरण्यम् इति सिद्धान्तलक्षणं सर्वत्र सङ्गच्छते एव, अतः एव सिद्धान्तलक्षणम् इति स्वीकृतं, किन्तु तत्र बहु किमपि निरूपणीयं लाघवं नास्ति इति कृत्वा यत्र केवलान्वयस्थलं भवति तत्रैव अस्य उपयोगः क्रियते इति द्वितीयं लक्षणम्। अस्तु, तृतीयं पुनः इतोपि एकं लक्षणं पठितवन्तः. अस्तु, तृतीयं लक्षणं किम्? साध्याभावव्यापकीभूताभावप्रतियोगित्वम्. साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति तृतीयं लक्षणम् अस्माभिः पठितम्. व्यापकीभूत इत्यत्र च्वी प्रत्ययः प्रयुक्तः अस्ति इति एतत् सर्वम् अस्माभिः चिन्तितम्. साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति लक्षणं केवलव्यतिरेकिस्थले प्रयुज्यते. व्याप्तेः लक्षणं साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति तदेव अत्र लिखितमस्ति. साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति न लिखितं, साध्याभावव्यापकाभावप्रतियोगित्वम् इति लिखितं. किन्तु तदेव साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति यत् पूर्वं पठितं तदेव एतादृशं लिखितं, साध्याभावव्यापकाभावप्रतियोगित्वम् इति व्यतिरेकव्याप्तेः लक्षणमस्ति. केवलं व्यतिरेकव्याप्तिः, नो चेत् व्यतिरेकव्याप्तेः लक्षणं साध्याभावव्यापकाभावप्रतियोगित्वं. तस्य अर्थः कः वदति वा भगिनि? आम् आं महोदय. साध्याभावः इत्युक्ते साध्यस्य अभावः यस्मिन् अस्ति तादृशस्थले व्यापकाभावप्रतियोगित्वं. व्यापकः अत्र पुनः साध्यः एव खलु, साध्यकाभावः. व्यतिरेकव्याप्तेः आकारः वदतु प्रथमं, सामान्य आकारः. यत्र यत्र साध्याभावः तत्र तत्र हेतोभावः. हा, तर्हि अत्र व्याप्यः कः, व्यापकः कः? अत्र व्यापकः हेतु अभावः. उत्तमं, व्याप्यः कः? साध्याभावः. तदेव अत्र लिखितमस्ति, साध्याभावव्यापकाभावप्रतियोगित्वम् इत्युक्ते साध्यस्य यः अभावः साध्याभावः, साध्य अभावस्य यः व्यापकः हेतु अभावः. यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः इति व्यतिरेकव्याप्तेः आकारः भवति. तर्हि अत्र व्याप्यः अस्ति साध्याभावः, व्यापकः अस्ति हेतु अभावः. तर्हि साध्याभावव्यापकाभावः इत्युक्ते किम्? साध्य अभावस्य यः व्यापकः हेत्वाभावः, हेत्वाभावस्य प्रतियोगी कः? हेतुः एव. हेतुः, तर्हि प्रतियोगित्वं कुत्र? हेतौ. उत्तमं, तदेव अत्र लिखितं, साध्याभावव्यापकाभावप्रतियोगित्वं खलु व्यतिरेकव्याप्तिः. ओके, इदानीं व्याप्ति हेतौ आगतं. हा, व्याप्तिः हेतौ आगतं खलु, प्रतियोगित्वम् आगतं. बहु उत्तमम्. अत्र साध्याभावः प्रविष्टः. अत्र इत्युक्ते कुत्र? अस्मिन् लक्षणवाक्ये. हा, बहु उत्तमम्. अस्मिन् लक्षणवाक्ये, व्यतिरेकव्याप्तिवाक्ये साध्याभावः प्रविष्टः खलु. अत्र इत्युक्ते अस्मिन् वाक्ये दर्शितरीत्या अग्रे पठतु. अभावांशे प्रतियोगितासम्बन्धेन साध्यं विशेषणम्. अभावांशे साध्याभावव्यापकाभावः इति अंशः, तत्र विशेषणं साध्यं विशेषणम् इति अस्ति. साध्याभावः इति व्यापकाभावस्य विशेषणमस्ति इति वा सम्पूर्णवाक्यस्य? अत्र चित्रं पश्यतु, प्रतियोगी अनियोगी इति पदद्वयम् अस्माभिः पठितं खलु, आम्, तस्य अर्थः कः इति वदतु, प्रतियोगी अनुयोगी? यत्र अभावः अस्ति तद् अनुयोगी, यस्मिन् यस्य अभावः अस्ति तद् प्रतियोगी. उत्तमं, बहु उत्तमं भगिनि. यस्य अभावः तत् प्रतियोगी, यस्मिन् अभावः तत् अनुयोगी खलु? आं महोदय. हा, यस्य अभावः तत् प्रतियोगी, प्रतियोगी. यस्मिन् अभावः तत् अनुयोगी, इत्युक्ते अभावस्य अधिकरणम् अनुयोगी भवति. यस्य अभावः तत् प्रतियोगी भवति. अस्तु, तर्हि इदानीम् अत्र प्रतियोगिता प्रतियोगिता कुत्र अस्ति? प्रतियोगिता सामान्यतया प्रतियोगिता कुत्र अस्ति? प्रतियोगिनी अस्ति. प्रतियोगिनी प्रतियोगिता अस्ति, इत्युक्ते यः प्रतियोगी अस्ति तस्मिन् प्रतियोगिता अस्ति खलु? तर्हि तदेव अत्र लिखितम्, अभावांशे प्रतियोगितासम्बन्धेन साध्यं विशेषणम्. साध्यं विशेषणम् इत्युक्ते साध्याभावव्यापकाभावप्रतियोगित्वं कुत्र अस्ति? हेतौ अस्ति. हेतौ, तर्हि कीदृशहेतुः इति चेत् यस्मिन् प्रतियोगित्वमस्ति तादृशहेतुः. कस्य अपेक्षया प्रतियोगित्वम् इति चेत् साध्याभावव्यापकाभावप्रतियोगित्वं यस्मिन् अस्ति तद् प्रतियोगी, तस्मिन् प्रतियोगित्वम् इति आगतं खलु? तर्हि तत्र आदौ साध्य इति अस्ति खलु, तदेव विशेषणमस्ति. साध्यस्य अभावः व्याप्यः, तस्य व्यापकः यः हेत्वभावः, तस्य प्रतियोगी यः हेतुः, तस्मिन् प्रतियोगित्वम् इति वर्णितं खलु. साध्याभावव्यापकाभावप्रतियोगित्वं कुत्र अस्ति? हेतौ अस्ति. हेतौ अस्ति. तर्हि तत्र प्रतियोगितासम्बन्धेन साध्यं विशेषणम् इत्युक्ते अत्र साध्यमिति पदमस्ति खलु, तद् विशेषणत्वेन अस्ति. यदि साध्यमिति पदं त्यजामः, साध्याभावव्यापकाभावप्रतियोगित्वम् इत्यत्र साध्यमिति पदं त्यजामः, तर्हि हेतौ न आगच्छति खलु? न आगच्छति. इति कृत्वा साध्यं विशेषणमस्ति. अस्तु, इत्युक्ते कस्य अभावः इत्युक्ते साध्यस्य अभावः. तर्हि तुल्यवृत्तिवेद्यतया साध्ये अपि अभावः अनियोगितासम्बन्धेन विशेषणम् अधिकरणत्वेन. हा, इति हा, इति अस्ति. अस्तु, अग्रे इतोपि किञ्चित् चिन्तयामश्चेत् इतोपि अर्थबोधः जायते. तर्हि अत्र पश्यतु, साध्यम् अत्यन्त अभावः इति अस्ति, इत्युक्ते यस्मिन् अत्यन्त अभावाः सन्ति अस्तु, किञ्चित् अग्रे इतोपि चिन्तनं कृत्वा अत्र चित्रस्य परिशीलनं कुर्मः, तदा इतोपि अर्थबोधः जायते. अस्तु, धन्यवादः भगिनी. अग्रे रमेश महोदय पठति वा? परन्तु परन्तु अभिधेयत्वादि साध्यं च अत्यन्त अभावस्य अप्रतियोगी इत्यपि निरूपितम् एव. एवं सति व्यतिरेक परन्तु अभिधेयत्व आदि साध्यं च अत्यन्त अभावस्य अप्रतियोगी इत्यपि निरूपितम् एव. यत्र साध्यम् अभिधेयत्वम् अस्ति तत्र अत्यन्त अभावः अभिधेयस्य अत्यन्त अभावस्य अप्रतियोगी, अत्यन्त अभावः अप्रतियोगी, तस्य अत्यन्त साध्यस्य अत्यन्त अभावः न भवति, अप्रसिद्धः अस्ति, अत्यन्त अभावः अप्रसिद्धः अस्ति, तस्य अप्रतियोगी इत्युक्ते यत् प्रतियोगी न अस्ति, तस्य प्रतियोगी अत्यन्त अभावस्य प्रतियोगी यद् विषयमस्ति तस्य अप्रतियोगी तदेव अस्ति खलु, अभिधेयत्वम् अस्ति अप्रतियोगी। अस्तु, अत्र किञ्चित् जाटिल्यमस्ति, वस्तुतः किमपि नास्ति, क्रमेण चिन्तयामश्चेत्। अस्तु, इदानीम् अन्यद् उदाहरणं स्वीकरोमि, तदनन्तरं पुनः एतद्वाक्यं पठामश्चेत् सर्वं बुद्धं भवति। अस्तु, इदानीं भूतले घट अत्यन्त अभावः इति चिन्तयतु, भूतले घटः नास्ति इति चिन्तयतु। तर्हि भूतले किमस्ति? घटाभावः अस्ति, घट अत्यन्त अभावः अस्ति खलु, घट अत्यन्त अभावः अस्ति। हा, तर्हि भूतले घट अत्यन्त अभावः अस्ति इति कृत्वा घटे किम् आगतम्? प्रतियोगित्वम् आगतं खलु, घटे प्रतियोगित्वम् अस्ति। हा, कस्य प्रतियोगित्वम्? अत्यन्त अभावस्य प्रतियोगित्वं, भूतल भूतल अत्यन्त अभाव अत्यन्त अभाव प्रतियोगित्वं घटे आगतम्। हा, एवं यस्य यस्य अत्यन्त अभावः यत्र यत्र विद्यते तन्निष्ठ अत्यन्त अभावप्रतियोगित्वं तेषु वस्तुषु भवत्येव खलु। आम्, इत्युक्ते भूतले पटाभावः अस्ति चेत् भूतलनिष्ठ पट भूतलनिष्ठ अत्यन्ताभावप्रतियोगित्वं पटे आगच्छति। आम्, किन्तु इदानीम् अभिधेयत्वम् इति पदार्थः स्वीकुर्मः, अभिधेयत्वस्य अभावः भवति वा न वा? न भवति, न भवति। तर्हि अभिधेयत्वस्य अत्यन्त अभावः यत्र कुत्रापि न भवति इति कृत्वा अभिधेयत्वं स्वस्य अभावस्य प्रतियोगी भवति वा न वा? अभिधेयत्वं स्वस्य अभावस्य प्रतियोगी न भवति, न भवति खलु, उत्तमम्। अभिधेयत्वं यदा कदापि, नो चेत् अभिधेयत्वं यदा कदापि स्वस्य अभावस्य प्रतियोगी न भवति इति कृत्वा अभिधेयत्वे स्वस्य अभावस्य प्रतियोगित्वं यदा कदापि न भवति खलु। इति कृत्वा किं वक्तुं शक्यते? अभिधेयत्वे स्वस्य अभावस्य अप्रतियोगित्वं सदा अस्ति इति वक्तुं शक्यते खलु। हा, तदेव अत्र लिखितम्। इत्युक्ते प्रतियोगित्वं न भवति चेत् अप्रतियोगित्वम् अस्ति इति वक्तुं शक्यते खलु। हा, अभिधेयत्वं यदा कदापि, अभिधेयत्वस्य अभावः यदा कदापि न भवति इति कृत्वा सः प्रतियोगी यदा कदापि न भवति, तस्मिन् प्रतियोगित्वं यदा कदापि न आगच्छति इति कृत्वा सर्वदा तस्मिन् अप्रतियोगित्वमेव अस्ति, स्व अभावस्य अप्रतियोगित्वं सर्वदा अभिधेयत्वे अस्ति। बुद्धं खलु? आम् महोदय, इदानीं हा तदेव अत्र लिखितं। परन्तु अभिधेयत्वादिसाध्यं च अत्यन्त अभावस्य अप्रतियोगी इत्यपि निरूपितमेव। इत्युक्ते किम्? अभिधेयत्वं वादि आदिपदेन तत्र प्रमेयत्वम् इति पदार्थाः स्वीकरणीयाः। यस्य अभावः एव न भवति, यस्य अभावः अप्रसिद्धः अस्ति, तर्हि तादृशपदार्थेषु स्वस्य अत्यन्त अभावस्य अप्रतियोगित्वं सर्वदा वर्तत्येव खलु। आम्, अस्तु, तर्हि एवं सति इति स्थितौ। हा, अग्रे एवं सति व्यतिरेकव्याप्त्यंशे यः साध्य अभावग्रहः तत् तुल्यग्रहः साध्यम् अत्यन्त अभावप्रतियोगी इति ग्रहः व्यतिरेकव्याप्तंशे यः साध्य अभावः ग्रहः तत् तुल्यग्रहः साध्यम् अत्यन्त अभावप्रतियोगी इति ग्रहः यत्र साध्य अभावः वक्तुं शक्यते तत्र तस्य तुल्यं यत् अस्ति साध्य अत्यन्त अभावप्रतियोगी अपि तदेव अस्ति इत्युक्ते अत्र व्यतिरेकव्याप्तिः सामान्यवाक्यं वदतु व्यतिरेकव्याप्तिवाक्यं व्यतिरेकव्याप्तिः यत्र यत्र साध्यस्य अभावः तत्र तत्र हेतु अभावः उत्तमम् यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः यथा इति किमपि उदाहरणं वक्तव्यं प्रकृते यत्र यत्र अभिधेयत्व अभावः तत्र तत्र पृथिवीत्व अभावः यथा जलम् इति उक्तं तत्र कः क्लेशः इति चेत् अभिधेयत्व अभावः इति कश्चन पदार्थः एव नास्ति तर्हि अभिधेयत्व अभावः इति अनुक्त्वा तदेव क्लेशः तादृशपदार्थः एव नास्ति इति कृत्वा यथा शशशृङ्गः इति वदामश्चेत् तादृशपदार्थः एव लोके नास्ति तर्हि न वक्तुं शक्यते तस्मिन् स्थाने किमपि पदार्थः यदस्ति तद् वदामश्चेत् समीचीनं भवति तर्हि यत्र यत्र अभिधेयत्व अभावः इति अनुक्त्वा यत्र यत्र साध्यम् अत्यन्त अभावप्रतियोगी इति वदामश्चेत् समीचीनं भवति खलु किमर्थमित्युक्ते अभिधेयत्वम् इति साध्ये अत्यन्त अभावप्रतियोगित्वं सद्वदा अस्ति खलु अभिधेयत्वे अभिधेयत्वस्य अत्यन्त अभावप्रतियोगी न क्षम्यताम् अत्यन्त अभाव अप्रतियोगित्वमस्ति खलु अत्यन्त अभाव अप्रतियोगित्वम् अस्ति हा तर्हि अभिधेयत्वे स्वस्य अभावस्य अप्रतियोगित्वं सर्वदा वर्तते अस्ति इति वक्तुं शक्यते खलु इत्युक्ते अभिधेयत्वे अभिधेयः नो चेत् अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी इति यदि अहं वदामि तत् अप्रसिद्धः नास्ति खलु अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी इति यदि अहं वदामि तत् अप्रसिद्धः नास्ति खलु प्रसिद्धः एव तद् अभिधेयत्वमेव भवति खलु तदेव न अत्र क्लेशः कः इति चेत् व्यतिरेकव्याप्तिवाक्यं किं यत्र यत्र अभिधेयत्व अभावः तत्र तत्र प्रमेय पृथिवीत्व अभावः इति वाक्यं खलु तत्र अभिधेयत्व अभावः इति यदि अहं वदामि सदा भवान् वदति भोः अत्र स्थगयतु किं वदति अप्रसिद्धवस्तु वदति इति तर्हि तदेव क्लेशः व्यतिरेकव्याप्ति अंशे केवलान्वयस्थले व्यतिरेकव्याप्तिग्रहः किमर्थं न कर्तुं शक्यते इति चेत् अत्र अप्रसिद्धवस्तु वक्तव्यं भवति व्यतिरेकव्याप्तौ खलु तदेव क्लेशः किन्तु तद् अनुक्त्वा इदानीं यत्र यत्र अभिधेयत्व अभावः तत्र तत्र प्रतीत्व अभावः इति यदि अहं वदामि तत्र अभिधेयत्व अभावः इति अप्रसिद्धपदार्थः मया उक्तः इति कृत्वा तद् निराकरणीयं किन्तु अभिधेयत्व अभावः इति अनुक्त्वा यदि अहं यत्र यत्र साध्यम् अत्यन्त अप्रतियोगी तत्र तत्र इति तादृशम् अहं वदामि चेत् तत्र क्लेशः नास्ति खलु यत्र यत्र साध्य अत्यन्त अभाव साध्यम् अत्यन्त अभाव अप्रतियोगी अत्यन्त अभाव अप्रतियोगी अभिधेयत्व अभाव अप्रतियोगी तत् साध्यं भवति वा? न बुद्धं महोदय तत्. अस्तु, इतोपि क्रमेण चिन्तयेम. अभिधेयत्वम् इति पदार्थः अस्ति, अभिधेयत्व अभावः इति पदार्थः अस्ति वा? नास्ति. हा, तर्हि अभिधेयत्व अभावः इति पदमेव मया न प्रयोक्तुं शक्यते अप्रसिद्धत्वात्, खलु? तद्बुद्धं. किन्तु अत्र मया वक्तव्यमस्ति, कथञ्चित् वक्तव्यमस्ति, तर्हि तदर्थं मया किम् अहं किं करोमि, अभिधेयत्व अभावः इति पदं त्यक्त्वा भिन्नरीत्या अहं वदामि. कथं वदामि इति पश्यन्तु. अभिधेयत्वे यदा कदापि प्रतियोगित्वं भवति वा? अभिधेयत्वे प्रतियोगित्वं न भवति, तस्य अभावः अस्ति, केवलम् अप्रतियोगी अस्ति. हा, तदेव इदानीम् उक्तवती खलु, अभिधेयत्वं सर्वदा अप्रतियोगी अस्ति. तर्हि अभावम् अनुक्त्वा, इत्युक्ते साध्य अभावः, अत्यन्त अभावः इति अनुक्त्वा, यत्र यत्र साध्यम् अत्यन्त अभाव अप्रतियोगी, तत्र तत्र हेत्वाभावः. यथा जलम् इति यदि अहं वदामि, इत्युक्ते यत्र यत्र अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी, तत्र तत्र पृथिवीत्व अभावः, यथा जलम् इति यदि अहं वदामि, अस्मिन् वाक्ये क्लेशः अस्ति वा? यत्र यत्र अभिधेयत्व अभिधेयत्व इति नास्ति, अभिधेयत्वम् अभिधेयत्वम् ओके, यत्र यत्र अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगित्वम्. हा, अप्रतियोगित्वं नास्ति, अप्रतियोगी. अत्यन्त अभाव अप्रतियोगी, तद् अभिधेयत्वम् अस्ति खलु, तदेव यत्र अभिधेयत्वम् इत्युक्ते अभिधेयत्व अत्यन्त अभाव प्रतियोगी अप्रतियोगी एव अस्ति खलु. सत्यं, समीचीनं. ओके, अभिधेयत्वम् अत्यन्त अभाव प्रतियोगी खलु. अभिधेयत्वम् अत्यन्त अभाव प्रतियोगी, तादृश अभिधेयत्वं यत्र अस्ति तत्र पृथिवीत्व अभावः अस्ति चेत्, इत्युक्ते जले अभिधेयत्वम् अस्ति वा न वा? अस्ति, अभिधेयत्वम् अस्ति. हा, कीदृश अभिधेयत्वम् इति चेत् अत्यन्त अभाव अप्रतियोगी अभिधेयत्वम् अस्ति वा न वा? तर्हि तदेव इदानीं व्यतिरेकव्याप्तिवाक्यं मया उक्तम्. व्यतिरेकव्याप्तिवाक्यं यदि अहं यत्र यत्र अभिधेयत्व अभावः तत्र तत्र पृथिवीत्व अभावः, यथा जलम् इति अहं यदि अहं वदामि, तत्र भवान् वदति भोः अत्यन्त अभिधेयत्व अभावः इति पदार्थः एव नास्ति, किं वदति, अप्रसिद्धः इति वदति, आक्षेपं करोति. किन्तु तादृशम् अनुक्त्वा यदि अहं यत्र यत्र अभिधेयत्वं नो चेत् अत्यन्त अभाव अप्रतियोगी इति वदामि, यत्र यत्र अत्यन्त अभाव अप्रतियोगी तत्र तत्र पृथिवीत्व अभावः यथा जलम् इति यदि अहं वदामि, तर्हि अत्र वाक्यस्य अर्थः अवबुध्यते खलु. जले अभिधेयत्वम् अस्ति, कीदृश अभिधेयत्वम्? अत्यन्त अभाव अप्रतियोगी अभिधेयत्वं जले अस्ति. बुध्यते वा? पूर्णतया न अवबुद्धं. अभिधेयत्वस्य स्थाने वयं अत्यन्त अभाव अप्रतियोगी इति तत्र स्थापनीयं वा? हा, अत्यन्त अभिधेयत्व अभावः इत्यस्मिन् स्थाने अत्यन्त क्षम्यताम् अभिधेयत्व अभावः इत्यस्मिन् सम्पूर्णस्य स्थाने किं स्थापनीयम् इति चेत् अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी इति स्थापनीयम्। अत्यन्त अभाव अप्रतियोगी इति स्थापयामश्चेत् तर्हि तत् तस्य अप्रसिद्धता नास्ति इति वा? हा खलु, अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी एव अस्ति खलु। हा अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी न वा न वा इति चेत् आम् निश्चयेन अस्ति एव इति भवान् वदति। तर्हि अत्यन्त अभावः इत्यस्मिन् स्थाने न क्षम्यताम् अभिधेयत्व अभावः इत्यस्मिन् स्थाने अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी इति यदि अहं स्थापयामि तर्हि अत्र अप्रसिद्धः भवता न वक्तुं शक्यते, अप्रसिद्धत्वं न वक्तुं शक्यते। तर्हि इदानीं किम् अवगन्तव्यम्? हौ इस् इट् अत्यन्त अभावः इस् ईक्वल् क्षम्यताम् अभिधेयत्व अभावः इस् ईक्वल् टु अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी इति अवगन्तव्यम्। बुध्यते वा? आं महोदय। आम् आम् रमेश महोदय, बुध्यते किम्? हा यद् अवगन्तव्यं तद् बुध्यते, तद् यदि तद् अवगच्छामः तर्हि अवगमनार्थम् इतोपि एकं किन्तु अस्तु मेहुल् महोदय भवता अवगतं खलु? आम् महोदय। अस्तु तर्हि केवलान्वयस्थले आरम्भतः किञ्चित् वदामि। केवलान्वयस्थले यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वाक्यमेव वक्तुं शक्यते। यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः इति व्यतिरेकव्याप्तेः ग्रहणं न कर्तुं शक्यते। किमर्थम् इति चेत् साध्य अभावः इति पदार्थः अप्रसिद्धः अस्ति इति कृत्वा इति क्लेशः, अतः एव केवलान्वयी इति वदेम। तत्र इदानीं ग्रन्थकारः किं करोति? तत्र इत्युक्ते केवलान्वयस्थले व्यतिरेकव्याप्तिग्रहे व्यतिरेकव्याप्तिवाक्यं कथं भवेत्? यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः यथा इति वक्तव्यम्। तर्हि प्रकृतविषये यत्र यत्र अभिधेयत्वाभावः तत्र तत्र पृथिवीत्वाभावः यथा इति वक्तव्यम्। तत्र कः क्लेशः इति चेत् अभिधेयत्वाभावः इति कश्चन पदार्थः एव नास्ति, अप्रसिद्धः अस्ति। तर्हि तादृशं वदामश्चेत् क्लेशः कोऽपि न बुध्यते। तदर्थं किं कर्तव्यम्? इदानीं परिवर्तितं, कथं परिवर्तितं? यत्र यत्र अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी तत्र तत्र पृथिवीत्वाभावः इति वदामश्चेत् तत्र जलम् इति उदाहरणं कर्तुं शक्यते। यत्र यत्र अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी तर्हि अत्यन्त अभाव अप्रतियोगी इत्युक्ते अभिधेयत्वम् इति नास्ति। अत्यन्त अभाव अप्रतियोगी प्रमेयत्वम् अपि भवितुमर्हति। लोके बहूनि वस्तूनि सन्ति यस्य अभावः एव न भवति। तर्हि अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी इत्युक्ते रामः धनुर्धरः इति वदामश्चेत् इदानीम् उद्देश्यविधेयभावः अस्ति खलु। रामम् उद्दिश्य तस्मिन् धनुर्धरत्वं विधीयते, रामः धनुर्धरः इत्यत्र। एवम् अत्र अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी इति वदामश्चेत् अत्यन्त अभाव अप्रतियोगित्वम् अभिधेयत्वे विधीयते, अभिधेयत्वे विधीयते। तर्हि यत्र यत्र अस्तु अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी इति वदामश्चेत् सर्वैः अवबुध्यते। किमर्थम् अप्रतियोगी इति चेत् यदा कदापि अभिधेयत्वम् अत्यन्त अभावस्य प्रतियोगी न भवति, प्रतियोगी न भवति इति कृत्वा सर्वदा अभिधेयत्वं स्वस्य अत्यन्त अभावस्य अप्रतियोगी एव भवति, तर्हि अप्रतियोगित्वम् अविधेयत्वे अस्ति भवतु, तर्हि अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी इति वदामश्चेत् केशः नास्ति, तर्हि अप्रतियोगी इति अनुक्त्वा तस्य अभावः इत्युक्ते अभिधेयत्वम् अत्यन्त अभाव प्रतियोगी अभावः इति वदामश्चेत्, पुनः वदामि अभिधेयत्वम् अत्यन्त अभाव प्रतियोगी अप्रतियोगी अभावः अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी इति वयम् अवगच्छामः, तत्र क्लेशः एव नास्ति, तर्हि अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी अभावः, किमर्थमत्र अभावः इति मया योजितः इति चेत् तत्र अभिधेयत्वस्य अभावः मया वक्तव्यः खलु, अभिधेयत्वस्य अभावः मया वक्तव्यः चेत् तत्र अभावः इति पदं योजनीयम्, तर्हि अभिधेयत्वम् इत्यस्मिन् स्थाने अत्यन्त अभाव अप्रतियोगी इति मया योजितं, तदनन्तरम् अभावः योजितः, तर्हि अत्यन्त अभाव अप्रतियोगी अभावः इति भवति, अप्रतियोगिनः अभावः इति भवति, तर्हि अप्रतियोगी अभावः इति अभावद्वयमस्ति इति कृत्वा तत्र प्रतियोगी इति वदामश्चेत् पर्याप्तम्, तर्हि अभिधेयत्वम् अत्यन्त अभावप्रतियोगी इस् ईक्वल् टु अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगी अभावः, तावद्बुद्धं वा? आम् आं महोदय, बुद्धम्, आं बुद्धं महोदय, हा समीचीनं, तर्हि इदानीम् अभिधेयत्व अभावः इस् ईक्वल् टु अभिधेयत्वम् अत्यन्त अभावप्रतियोगी इति अवगन्तव्यम्, तदर्थमेव पूर्वस्मिन् परिच्छेदे लिखितमस्ति अत्र साध्य अभावः प्रविष्टः, तत्र दर्शितरीत्या यथा अभावांशे प्रतियोगितासम्बन्धेन साध्यं विशेषणं तुल्यवित्यवेद्यतया साध्ये अपि अभावः अनियोगितासम्बन्धेन विशेषणम् इति कृत्वा इदानीं साध्य अभावः इत्युक्ते किं? साध्यस्य अभावः, कस्य अभावः? साध्यस्य अभावः इति वदामः, तर्हि इदानीं साध्यं विशेषणं भवति अभावस्य, केन सम्बन्धेन? प्रतियोगितासम्बन्धेन, किन्तु अभावः विशेषणं भवति साध्यस्य अनियोगितासम्बन्धेन, पुनः वदामि साध्य अभावः इत्यस्य विग्रहवाक्यं किम्? साध्यस्य अभावः, तर्हि इदानीं साध्यम् इति विशेषणं भवति अभावस्य, अभावः इति वदामि चेत् कस्य अभावः इति प्रश्नः करोति भवान्, तर्हि साध्यस्य अभावः इति यथा घटम् आनयतु इति यदि अहं वदामि तदा किं घटं मना मया आनेतव्यं? नीलो घटम् आनयतु इति यदि अहं वदामि, तत्र नीलघटम् आनयतु इति यदि अहं वदामि तदा नील इति रूपं घटस्य विशेषणं यथा भवति, यथा भवति तथा अत्र अभावः इति यदि अहं वदामि तदा कस्य अभावः इति भवान् पृच्छति, तर्हि साध्य अभावः इति वदामि चेत् इदानीं साध्यम् अभावस्य विशेषणं भवति, यथा नीलघटः इत्यत्र नीलरूपं घटस्य विशेषणं भवति तथा अत्र साध्यस्य अभावः इति यदि अहं वदामि तत्र साध्यम् अभावस्य विशेषणं भवति, केन सम्बन्धेन? प्रतियोगितासम्बन्धेन, प्रतियोगितासम्बन्धेन विशेषणं भवति इति कृत्वा एव साध्यस्य अभावः इति वदामः, एवम् अभावसाध्यम् इदानीं साध्य अभावः इति मया न उक्तम् अभावसाध्यम् इति यदि अहं वदामि तर्हि अत्र अभावः विशेषणं भवति अभावः अनियोगितासम्बन्धेन साध्ये अस्ति तदेव इदानीं चित्रे लिखितमस्ति साध्यम् अभावे अस्ति केन सम्बन्धेन प्रतियोगितासम्बन्धेन अभावः साध्ये अस्ति केन सम्बन्धेन अनियोगितासम्बन्धेन तदेव इदानीं चित्रे लिखितमस्ति तर्हि तत्र साध्यम् अत्यन्त अभावः अधोभागे शरः गच्छति खलु तत्र प्रतियोगिता इति लिखतु प्रतियोगिता साध्यं प्रतियोगितासम्बन्धेन अत्यन्त अभावे अस्ति अभावे अस्ति एवम् अभावः अपि साध्ये अनुयोगितासम्बन्धेन अस्ति अनियोगितासम्बन्धेन अस्ति इति कृत्वा साध्यस्य अभावः इति यथा वदामः तथा अभावस्य साध्यम् इति अपि वक्तुं शक्यते अभावस्य साध्यम् इत्यत्र अभावः विशेषणं भवति साध्यस्य केन सम्बन्धेन अनियोगितासम्बन्धेन विशेषणं भवति इति पूर्वस्मिन् परिच्छेदे उक्तं किमर्थम् एतदुक्तम् इति चेत् साध्यस्य अभावः इत्यत्र साध्यं प्रतियोगितासम्बन्धेन अभावे अस्ति इति कृत्वा अभावस्य साध्यः इति वदामश्चेत् इदानीम् अभावः अनियोगितासम्बन्धेन साध्ये अस्ति इति कृत्वा अभावः अपि विशेषणं भवितुमर्हति साध्यस्य अनियोगितासम्बन्धेन तर्हि साध्याभावः इति अभिधेयत्व इदानीं व्यतिरेकव्याप्तिस्थले साध्याभावः इति अस्ति यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति वक्तव्यम् अत्र साध्याभावः इति वदामश्चेत् अप्रसिद्धः भवति किन्तु तत्स्थाने अभावस्य साध्यम् इति वदामश्चेत् अत्र इदानीम् अन्ततो गत्वा विशेष्यं किं साध्यं खलु साध्यं तु अस्ति अभिधेयत्वमिति साध्यमस्ति तर्हि साध्यस्य अभावः इति अनुक्त्वा अभावस्य साध्यम् इति स्थापितम् अभावस्य साध्यं यत्र यत्र अभावस्य साध्यं तत्र तत्र हेत्वभावः इति वदामश्चेत् क्लेशः नास्ति परिवर्तितं तदेव अयम् अमुं क्लेशम् अभिसन्धाय नवीनैः अनुपसंहारी एव परिवर्तितः इति उक्तम् तर्हि इदानीं किञ्चित् परिवर्तनं जातं यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति अनुक्त्वा यत्र यत्र अभावस्य साध्यं तत्र तत्र हेत्वाभावः इति वदामश्चेत् इदानीम् अभावस्य साध्यम् अत्र विशेष्यमस्ति साध्यम् साध्यम् इति अभिधेयत्वम् अभिधेयत्वं तु प्रसिद्धः अस्ति इति कृत्वा विशेष्यं प्रसिद्धमस्ति इति कृत्वा अत्र अप्रसिद्धत्वं न आगच्छति अप्रसिद्धम् अस्मिन् वाक्ये यदि एतादृशं परिवर्त्य वदामः अप्रसिद्धत्वं न आगच्छति तर्हि अत्र विशेषणं किम् अभावस्य साध्यम् इति विशेषणं तर्हि अन्ततो गत्वा किं भवति अभिधेयत्वम् अत्यन्ताभाव अप्रतियोगी अस्ति तर्हि इदानीम् अभिधेयत्वम् अत्यन्ताभाव अप्रतियोगी यथा वह्निः उष्णवान् इति वाक्यं वह्निः उष्णवान् इति वाक्यम् अस्तु रमेश महोदय वदतु वह्निः उष्णवान् इति वाक्यम् एकपदेन वदतु समस्तपदं कृत्वा वदतु उष्णवान् वह्निः उष्णवत् वह्निः भवति उष्णवत् उत्तमम् उष्णवत् वह्निः इति भवति खलु एवम् अत्र अभिधेयत्वम् अत्यन्ताभाव अप्रतियोगी तर्हि इदानीं तत् एकेन एकेन शब्देन वदतु एकपदेन वदतु अत्यन्त अभाव अप्रतियोगी अप्रतियोगी एव नकार अप्रतियोगी अभिधेयत्वम् इति उत्तमं भवति बहु उत्तमं, तत्रापि नकारस्य लोपः जायते एव खलु। अतः अत्यन्ताभावप्रतियोगी अत्यन्ताभाव अप्रतियोगी अभिधेयत्वमिति आगतम्, अत्यन्ताभाव अप्रतियोगी अभिधेयत्वम् इति एकपदेन मया उक्तम्। अत्र पश्यतु अत्यन्ताभाव अप्रतियोगी अभिधेयत्वं, तर्हि इदानीम् अभावः योजयतु, अत्यन्ताभाव अप्रतियोगी योजयतु, अभावः इति योजयतु, अत्यन्त अभाव अप्रतियोगिनः अभावः अभिधेयत्वं वा? न अभिधेयत्वस्य अनन्तरम्, इदानीं साध्यं किम्? अत्र साध्यम् अभिधेयत्वस्य अभावः, तर्हि अत्यन्त अभाव अप्रतियोगी अभिधेयत्वस्य अभावः, अभिधेयत्व अभावः खलु, अभावः। तर्हि यदि अभिधेयत्व अभावः इति वदामः तत्र क्लेशः भवति खलु। तर्हि तत्र अभावः इति योजनम् अकृत्वा अप्रतियोगी इत्यत्र नै अस्ति खलु, तद् निष्कासयति। तर्हि अत्यन्त अभावप्रतियोगी अभिधेयत्वम् इति भवति। हा, अत्यन्त अभावप्रतियोगी अभिधेयत्वम् इस् ईक्वल् टु अभिधेयत्व अभावः खलु। नो चेत् इतोपि एकं सोपानम्, इतोपि स्पष्टतया वक्तव्यम् इति कृत्वा, अत्यन्ताभावप्रतियोगी अभिधेयत्वम् इस् ईक्वल् टु अत्यन्त अभाव अप्रतियोगी अभिधेयत्व अभावः खलु। महोदय, अत्यन्ताभाव अप्रतियोगी अभिधेयत्वमेव खलु महोदय, अप्रतियोगित्व अभावः इति वक्तव्यं खलु। तदेव मया उक्तम्, अत्यन्ताभावप्रतियोगी अभिधेयत्वम् इस् ईक्वल् टु अत्यन्ताभाव अप्रतियोगी अभिधेयत्व अभावः खलु। हा, तर्हि इदानीं पश्यतु, अत्यन्ताभावप्रतियोगी अभिधेयत्वम् इस् ईक्वल् टु अत्यन्ताभाव अप्रतियोगी अभिधेयत्व अभावः। तर्हि अभिधेयत्व अभावः इति विशेष्यं नास्ति, तद् अप्रसिद्धः अस्ति इति कृत्वा, अत्र ईक्वल् अस्ति इति कृत्वा अत्यन्त अभावप्रतियोगी अभिधेयत्वम् इति वदामश्चेत् क्लेशः नास्ति। तर्हि यत्र यत्र अभिधेयत्व अभावः तत्र तत्र तत्र पृथिवीत्व अभावः इति वदामश्चेत् क्लेशः आसीत्। तर्हि तस्मिन् स्थाने किं जातम् इदानीं, यत्र यत्र अत्यन्त अभावप्रतियोगी अभिधेयत्वम् तत्र तत्र पृथ्वीत्वाभावः यथा जलम् इति वदामश्चेत् तदेव वाक्यं किञ्चित् परिवर्त्य मया उक्तम्। इदानीम् अत्र व्यतिरेकव्याप्तिः वक्तुं शक्यते, केवलान्वयस्थले अपि व्यतिरेकव्याप्तिः वक्तुं शक्यते। बुद्धं किम्? आं महोदय, अत्यन्ताभावप्रतियोगी अभिधेयत्वम् इति एव ईक्वल् टु अभिधेयत्व अभावः। अतः हा, अभिधेयत्व अभावः इति वदामश्चेत् क्लेशः अस्ति इति कृत्वा तादृशम् अनुक्त्वा अत्यन्ताभावप्रतियोगी अभिधेयत्वम् इति वदामश्चेत् अभिधेयत्वं तु अस्ति, तस्य विशेषणं भवति अत्यन्ताभावप्रतियोगी इति, तावदेव। अस्तु, तर्हि इदानीं मेहुल् महोदय भवानेव पठतु तं प्रति। हा, तं प्रति एकनिमिषं, तस्मात् पूर्वं तत् एवं सति इति आरभ्य पठतु। हा, एवं सति व्यतिरेकव्याप्तं से यः साध्याभावग्रहः तत्तुल्यग्रहः साध्यम् अत्यन्ताभावप्रतियोगी इति ग्रहः। बुद्धं खलु, इदानीं बुद्धम्? आम्, इदानीं तदेव अत्र अत्यन्ताभावप्रतियोगी अभिधेयत्वं, यत्र यत्र अभिधेयत्व अभावः तत्र तत्र पृथ्वीत्व अभावः इति वक्तव्यम्, व्यतिरेकव्याप्तिः। किन्तु तद् न वक्तुं शक्यते इति कृत्वा अभिधेयत्व अभावः इत्यस्मिन् स्थाने किं स्थापितम्? अत्यन्त अभावप्रतियोगी अभिधेयत्वम् इति स्थापितम्। तस्य ग्रहणं कुर्मश्चेत् तं प्रति। हा, तं प्रति साध्यम् अत्यन्ताभावप्रतियोगी इति निश्चयः प्रतिबन्धको भवति. पुनः पठतु. तं प्रति साध्यम् अत्यन्ताभाव अप्रतियोगी इति निश्चयः प्रतिबन्धको भवति. अभिधेय तर्हि प्रमात्मकज्ञानं किम्? अभिधेयत्वम् अत्यन्ताभाव अप्रतियोगी इति प्रमात्मकज्ञानं खलु? सत्यं. किन्तु मया किम् उक्तम्? अत्यन्त प्रमेयत्वम् अत्यन्ताभाव प्रतियोगी इति उक्तम्. तर्हि इदानीम् अत्यन्त प्रमेयत्वम् अत्यन्ताभाव प्रतियोगी इति भ्रमात्मकज्ञानं जातम्. तस्य विरोधिज्ञानं प्रमात्मकज्ञानं किम् इति चेत् अभिधेयत्वम् अत्यन्ताभाव अप्रतियोगी इति ज्ञानम् इति कृत्वा इदानीं प्रतिबद्धप्रतिबन्धकभावः आगतः. अस्तु, अग्रे तद्विषयः. तद्विषयः अत्यन्ताभाव अप्रतियोगी अभिधेयत्वं पूर्वोक्तस्थले अनुपसंहारी भवति. हा, तर्हि अत्यन्ताभाव अप्रतियोगी अभिधेयत्वम् इति यः दोषः अस्ति, दोषः वस्तुतः तद्दोष प्रमात्मकमस्ति, किन्तु प्रतिबद्धुम् अत्र प्रतिबध्नाति इति कृत्वा एव तस्मिन् दोषत्वं कल्प्यते खलु. हा, अधुना एव हेत्वाभासः भवति अनुपसंहारी. यदा तादृशव्यतिरेकव्याप्तिः अपि वक्तुं शक्यते तदा एव तद् हेत्वाभासः भवति. हा, तर्हि अत्यन्ताभाव अप्रतियोगी अभिधेयत्वम् इति अनुपसंहारी भवति. इत्युक्ते तदेव दोषः भवति. आम् आम्. अस्तु, अग्रे. अस्य निश्चयस्य पूर्ववत् समानाकारकत्वं मुद्रा इति सर्वं वक्तुं शक्नुमः. एवमेव केवलान्वयिहेतुके अपि वक्तव्यम् इति. अस्तु, तर्हि इदानीं किं कुर्मः? वक्तुं शक्नुमः इत्यत्र मया कृतमस्ति. तर्हि सर्वे कृपया स्प्रेड्शीट् उद्घाटयन्तु. तत्र कुत्र स्थापितम् इति चेत् 13th row. न, 13th row. तदेव. हा, सत्यं, 13th row. अस्तु, तत्र क्रमेण पठतु महोदय. हा, अत्र स्वव्यभिचार अनुपसंहारी इति हेत्वाभासः. तर्हि लक्षणमस्ति अन्वयव्यतिरेकदृष्टान्तरहितत्वम् इति वस्तुतः अत्र परिवर्तितम्. एतद् प्राचीनानां, तर्हि अत्र एतद् डिलीट् करोमि, निष्कासयामि. अस्तु, अग्रे उदाहरणमस्ति. हा, उदाहरणमस्ति घटः अभिधेयत्ववान् पृथिवीत्वात् इति अत्र नूतन विद्याधरी ग्रन्थे उक्तमस्ति. घटः इति पक्षः अभिधेयत्वम् हेत्वाभासः इति स्प्रेड्शीट् नास्ति. हेत्वाभासः नूतनचिन्तनम् इति स्प्रेड्शीट् अस्ति खलु, तत्र 13th row. हा, अत्र घटः इति पक्षः अभिधेयत्वम् इति साध्यं, पृथिवीत्वम् इति हेतुः. तर्हि प्रतिबद्धानिमितिः किं भवति? किं किं महोदय? प्रतिबद्ध अग्रिमकालं. हा, प्रतिबद्धज्ञानं भवति अत्र. प्रतिबद्ध अनुमितिः. हा, प्रतिबद्ध अनुमितिः भवति घटः अभिधेयत्ववान् इति. हा, इत्युक्ते तदेव भ्रमात्मक अनुमितिः, घटः अभिधेयत्ववान्. सत्यं. तं प्रति घटः अभिधेयत्व अभाववान् इति प्रतिबन्धक अनुमितिः भवति. किन्तु अभिधेयत्व अभाववान् इति न वक्तुं शक्यते. हा, न वक्तुं शक्यते. अप्रसिद्धत्वात्. अप्रसिद्धत्वात्. अतः अनुमितिस्तरे अस्य बाधकः न, बाधः न भवति. अस्तु, अग्रे. प्रतिबद्धपरामर्शस्य आकारः कः? हा, अभिधेयत्वव्याप्यपृथिवीत्ववत् घटः इति एकपदीकरणं कृतं मया. अभिधेयत्वव्याप्य इत्युक्ते अभिधेयत्वेन व्याप्यः यदस्ति पृथिवीत्वं, तदेव हेतुः. तद्वद् घटः. अभिधेयत्वम् इति व्यापकः, पृथ्वीत्वम् इति व्याप्यः, इत्युक्ते घटः एव व्याप्यः, परन्तु कीदृशः घटः इत्युक्ते पृथ्वीत्ववत् घटः इति व्याप्यः भवति. हा इत्युक्ते वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शः भवति खलु. तदेव तत्र वाक्यरूपेण अस्ति, वह्निव्याप्य धूमवान् अयं पर्वतः, किन्तु वह्निव्याप्य धूमवत् पर्वतः इति वक्तव्यम्. एवम् अभिधेयत्वव्याप्य पृथ्वीत्ववत् घटः इति प्रतिबद्धपरामर्शः. तत्र प्रतिबन्धकपरामर्शः किं भवेत्? हा, अभिधेयत्व अभावव्याप्य पृथिवीत्ववत् घटः इति भवेत्, परन्तु तत् अप्रसिद्धः. तत्र अभिधेयत्व अभावः इति वदामश्चेत् क्लेशः अस्ति. क्लेशः अस्ति, आम्, सत्यम्. अस्तु, तर्हि तत्र पक्षधर्मता अस्ति वा केवलं परिशीलनार्थम्? आम् अस्ति, अत्र पृथिवीत्वं घटे अस्ति, अतः अस्तु पक्षधर्मता अस्ति. तर्हि इदानीं व्याप्तिः पश्येम. अत्र घटः अभिधेयत्ववान् पृथिवीत्वात् इति उदाहरणमस्ति, यतः यत्र यत्र पृथिवीत्वं तत्र तत्र अभिधेयत्वं, यथा पटः इति उदाहरणमस्ति, तेन अन्वयव्याप्तिः भवति. व्यतिरेकव्याप्तेः अत्र वाक्यमस्ति, यत्र अभिधेयत्व अभावः तत्र पृथिवीत्वाभावः यथा, तादृशं न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते अभिधेयत्व अभावः इति एव अप्रसिद्धः, यथा जलम् इति. तर्हि परन्तु तत् समीचीनः, अत्र अभिधेयत्व वा अभिधेयत्व अभावः इति अप्रसिद्धः इति दोषः. सत्यं, व्यतिरेकव्याप्त्यांशे. अतः अत्र अभिधेयत्व अभावः इत्यस्मिन् स्थाने किं स्थापितम्? हा, अभिधेयत्व अभावः इत्यस्मिन् स्थाने अभिधेयत्वम् अत्यन्ताभाव अप्रतियोगी इति. तर्हि तत्र साध्यम् इति मया लिखितं तद्दोषाय, इत्युक्ते तद् तदपि एकीपदं करोमि, एकीपदम् अत्यन्ताभाव अप्रतियोगी अभिधेयत्वम्. अभिधेयत्वं तत्र पृथ्वीत्व अभावः इति मया उक्तं. यत्र अत्यन्ताभावप्रतियोगी अभिधेयत्वं तत्र पृथिवीत्व अभावः यथा जलम् इति. अधुना तत्र कोऽपि क्लेशः नास्ति व्यतिरिक्तव्याप्तंशे अपि. अस्तु, तदनन्तरम् अन्वयविचारः त्यजतु इदानीं. तर्हि प्रतिबद्धज्ञानस्य आकारः कः? हा, अधुना एतादृशव्याप्तिः स्वीकुर्मः चेत् अत्यन्ताभावप्रतियोगी अभिधेयत्वम् इति प्रतिबद्धज्ञानं भवति. हा, एतदेव प्रतिबद्धज्ञानम्. अत्र अभिधेयत्व अभावः इति अनुक्त्वा प्रतियोगी इति उक्तं, तावदेव. तावदेव. अस्तु, तर्हि प्रतिबन्धकप्रमात्मकनिश्चयज्ञानं, निश्चयात्मकज्ञानं किम्? हा, अत्यन्ताभाव अप्रतियोगी अभिधेयत्वम् इति एक एव पदेन प्रतिबन्धकज्ञानम्. उत्तमं, तदनन्तरं तर्हि समानविशेष्यं किम्? अस्तु, अत्यन्त अभिधेयत्वम् इति समानविशेष्यम् अभिधेयत्वम् उभयोः ज्ञानयोः अभिधेयत्वमेव विशेष्यं खलु. सत्यम्. प्रतिबद्धज्ञानमस्ति अत्यन्ताभाव प्रतियोगी अभिधेयत्वम्, प्रतिबन्धकज्ञानमस्ति अत्यन्ताभाव अप्रतियोगी अभिधेयत्वम् इति कृत्वा उभयोः तत्र समानविशेष्यमस्ति अभिधेयत्वं. समानविशेषता अवच्छेदकं किम्? अभिधेयत्वं, तस्मिन् धर्मः अस्ति. तर्हि इदानीं प्रतिबद्धज्ञाने प्रकारः कः? प्रतिबद्धज्ञानमस्ति अत्यन्ताभाव अप्रतियोगी अभिधेयत्वम्, अतः अत्यन्ताभाव प्रतिबद्ध. हा, तर्हि अत्यन्ताभाव प्रतियोगी इति एव प्रतिबद्धज्ञाने प्रकारः. उत्तमं, प्रतिबन्धकज्ञाने प्रकारः कः? अत्यन्ताभाव अप्रतियोगी अथवा अत्यन्ताभाव प्रतियोगी अभावः इति. हा, तर्हि अत्यन्ताभाव अप्रतियोगी इति इति इति तदनन्तरं प्रतिबद्धज्ञाने प्रकारश अवच्छेदकः कः? अत्यन्ताभाव प्रतियोगित्वम् इति. सत्यं, प्रतिबद्धज्ञाने प्रतिबन्धकज्ञाने तदेव प्रकारः पुनः. हा, प्रतिबन्धकज्ञाने प्रतियोगित्वं, प्रतियोगित्वस्य अभावस्य प्रतियोगी खलु. हा, अत्र भावाभाव प्रकारः आगतः. हा, तर्हि इदानीं तद्बुद्धिं प्रति तत् अभाववत्ता इदानीं मुद्रा का इति चिन्तनीयम्. अग्रे पठतु. हा, तद् अभाववत्ता निश्चयमुद्रा इति भवति. अत्यन्ताभाव अप्रतियोगित्वम् अभिधेयत्वे इत्यतः तदभाववत्ता निश्चयमुद्रा निश्चयस्य निश्चयस्यास्य सुगमा खलु. अस्तु, तर्हि इदानीं मुद्रा जातं, तर्हि तादृशमुद्रा दोषवत्सु अस्ति इति वक्तव्यं. तत् पठतु अग्रे. अस्तु, अत्यन्ताभाव अप्रतियोगित्ववद् अभिधेयत्वम् इति दोषः यत्पदेन सङ्गृह्य तत्त्वम् अत्यन्ताभाव अप्रतियोगित्ववद् अभिधेयत्वम् इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वं तत्त्वं तस्मिन् पदार्थे अत्यन्ताभाव अप्रतियोगित्ववद् अभिधेयत्वे अस्ति इति दोषरूपहेत्वाभासलक्षणसमन्वयः. तर्हि इदानीं समूहालम्बनज्ञानं वक्तव्यं, दुष्टत्वं सम्पादनीयं खलु. आम् आम् आम्, समूहालम्बनज्ञानमस्ति अत्यन्ताभाव अप्रतियोगित्ववत् अभिधेयत्वं पृथिवीत्वं च इति. अत्र पृथिवीत्वम् इति हेतुः योजितः अस्ति तावदेव. सत्यम्. इत्युक्ते दोषः कः इति चेत् अत्यन्ताभाव अप्रतियोगित्ववत् अभिधेयत्वम् इति दोषः. इति दोषः यद्यपि प्रमात्मकमस्ति तदेव दोषः. किमर्थं दोषः इति चेत् तेन एव प्रतिबन्धनं जायते खलु इति कृत्वा. सत्यं. तर्हि तत्र पृथ्वीत्वम् इति हेतुः उक्तः, तदपि योजनीयं. तर्हि उभयमपि अत्यन्ताभाव अप्रतियोगित्ववद् अभिधेयत्वम् अपि च पृथ्वीत्वम् उभयमपि एकस्मिन् ज्ञाने अस्ति इति कृत्वा, यथा मया पूर्वमुक्तं, यदि अहम् एकस्मिन् प्रकोष्ठे अस्मि, अन्यः कश्चन दुष्टः इत्युक्ते सः मर्डरर् इति चिन्तयतु, सः अपि तस्मिन् प्रकोष्ठे अस्ति चेत् तेन सह इदानीं वयं आवयोः मध्ये सामानादिकरणं जातं खलु. सत्यम्. इति कृत्वा तस्य दोषः मम मयि न आगतः, किन्तु तेन सह सम्बन्धः अस्ति खलु. दुष्टेन सह मम सम्बन्धः जातः. एकस्मिन् प्रकोष्ठे अहमस्मि, एकः मर्डरर् अपि अस्मि, घातकः अपि अस्ति इति कृत्वा सामानादिकरण्यम् आवयोः मध्ये आगतम् इति कृत्वा तत्र सम्बन्धित्वमेव दोषः. अस्तु अग्रे. अत्र एकज्ञानविषयप्रकृतहेतुतावच्छेदकं पृथिवीत्वत्वम् इति, तद्वत्त्वं पृथिवीत्वत्वम् इत्युक्ते तत् पृथिवीत्वत्वं पृथिवीत्वरूपप्रकृतहेतौ अस्ति इति दोषवत्वात् पृथिवीत्वं दुष्टं हेत्वाभासः. इति इदानीं प्राचीनानां मतानुसारं एतादृशं न वक्तुं शक्यते. न वक्तुं शक्यते, सत्यम्. अप्रसिद्धः अभिधेयत्वाभावः अप्रसिद्धः इति कृत्वा, किन्तु अत्र सूक्ष्मचिन्तनं किम् इति चेत्, यथा साध्यम् अबाधे प्रतियोगितासम्बन्धेन वर्तते, तथा अभावः अपि साध्ये अनियोगितासम्बन्धेन वर्तते इति कृत्वा तादृशं स्वीकृत्य अत्र परिवर्तितम्. आम् सत्यम्. ट्रिक् तर्हि उभयत्र अत्र पश्यतु, व्यतिरेकव्याप्तौ अपि अभिधेयत्वम् इति एव अस्ति, अभिधेयत्व अभावः इति नास्ति. आम् सत्यम्. अत्यन्त अभावः प्रतियोगी अभिधेयत्वम् इति उक्तम्, अत्यन्ताभाव अप्रतियोगी अभिधेयत्वम् इति भवेत्, किन्तु अत्यन्ताभाव प्रतियोगी अभिधेयत्वम् इति उक्तत्वात् अभिधेयत्व अभावः अत्र पूर्वमागतं, प्रतियोगी इति आगतं तत्र नै एकत्र उभयत्र निष्कासितमस्ति. सत्यम्. इति कृत्वा सर्वं समञ्जसं भवति. अस्तु, तर्हि एकमेव परिच्छेदः अवशिष्टः अस्ति, अग्रिमे वर्गे तत् पश्येम. दृष्ट्वा किं कुर्मः, एतत् स्प्रेड्शीट् सर्वम् अत्र लिखितमस्ति, तत्सर्वं पुनः आरम्भतः एकवारं परिशीलनं कुर्मः. अस्तु, अत्र स्थगेम. सर्वेभ्यो नमस्कारः.